नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ्लुकन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठः अनुवर्तते। तत्र वयं षकारान्तदातवः गतसप्ताहे कृष् धातुः दृष्टवन्तः, चरीकृष् इत्यस्य लट् लोट् रूपं साधितवन्तः। इदानीं लङ् विधिलिङ् साधयामः। अरुणा भगिनी आरम्भं करोति वा? चरीकृष्ट शकारान्तदातु, तस्य लङ् वक्तव्य। अस्ति वा भगिनी? अरुणा भगिनी अस्मि भगिनि। प्रथमं धातु किं भगिनि? चरीकृष् चरीकृष् मूर्धन्यषकारः। चरीकृष् प्रथमं लङ् लङ् लङ् षड्दत्तस्य जय अकार आदेशः भवति। च अचरीकृष् यहत् अकार पित् अस्ति, ततः गुणः भवति। तकारलोपः भवति हल्नाभ्यो दीर्घासूत्रेण अचरीकष एव रूपं भवति भगिनि। आं भगिनि, किम् अचरि तकारलोप भूत्वा केवलम् अचरि कष् इति प्रथमपुरुष एकवचनं। इतोपि एकं कार्यमस्ति किल, पदान्ते षकारः परिचितमेव, किमपि नूतनं नास्ति, बहुवारं कृतमेव। द्रष्टुं करणीयं किल पदान्ते अस्ति चेत्। षकार डकारः भवति, संवारनाद घोष अल्पप्राण तद् तु संवारनादघोष इत्यनेन आगच्छति किल, तदेव तदेव खलु, तदेव जस्त्वं तृतीय संवारनादघोष अल्पप्राण तदेव अपि ठकार भवति भगिनि। सत्यं ठ भवति खलु, जस्त्वं खलु एव ड एव खलु, ह्रस्व एव खलु, ह्रस्वादेश जस्त्वं खलु, जष्ट्वम्। आं सत्यं, ह्रस्वः एव, अतः एव पृष्टवती संवार नादघोष अल्पप्राण किल इति पृष्टवती। महाप्राणः तत्तु समीचीनमेव, संवार नोद नादघोष अल्पप्राणः तदेव रूपं भवति भगिनि। अचारे खड् इतोपि एकं कार्यमस्ति किल, यदा ढ अन्ते अस्ति चेत् पुनः सत्यं चकारः भवति। सत्यं अचारे खड् अस्ति, अत्र केवलं वर्णमेलने वा चरि कृष्येत् गुणः नास्ति, अतः चरि कृष्येत् भवति। तः अस्ति अत्रापि गुणकार्यं नास्ति, अचरि कृष्टः सुनास्तुः इति स्तः टकार तकार सने टकार चरि कृष्टः खलु। कुत्र तामपि अपि अस्ति, गुणकार्यं नास्ति, चरी कृष्णस्थां सुनाष्टुः इति चेत् सूत्रेण अचारि कृष्णां भवति कृष्णां गुणः नास्ति किल कृष्णं कृष्णं ओ सम्यक् कृष्णं तां उः अत्रापि अच्छदि कृष् योगकृषुः भवति केवलं भगिनि अचारि कृषुः भवति सत्यम् अचारि कृषुः अचारि प्लस् अत्रापि प्रथमं गुणं भवति अचारि अचारि क्रश् क्रश् प्लस् सकार सकारलोपो भवति अल्लाभ्यो दीर्घात् अप्रकृतः वेदनेन अचारि क्रश् अत्रापि षकार टकार भवति तदनुवासानेतेन ठकार भवति अच्छरि कष्ट करण्ट् सत् तम् अचारि अचारि ओ तं एहि अत्र वर्णमेलमेव अचार कृषि अचारि तम् अचारि कृष्टं भवति शृणोष्टुः इति सूत्रेण अचारि कृष्ट आम् वर्णमेलनमेव गुणः भवति भगिनि आम् इति अम् इत्यनेन तत्र किं भवति अजादि खष् खषां भवति अजादि खष् अजादिपित् अजादिपित्तस्य परे कार्यं कार्यम् ओ अजादि गुणनिषेधः भवति केन सूत्रेण भगिनि नाभ्यस्तस्य अचित् इति गुणनिषेधः अचारि कृषि कृषिं कृषां कृशम् अचरि कृशम् अमेव न तां भवति ओके वकारः अस्ति चेत् अत्रापि अचारि कृष्व अचारि कृष्म समीचीनम् अचारि कृष्व अचारि कृष्म समीचीनं धन्यवादः भगिनि महोदय विधिलिङ्ग् उक्त्वा अग्रिमधातुः करोति वा चरि कृष्य इति कृष् कृष्य अत्र किमस्ति अत्र रीक् भवति खलु तत्र कृष् इति रीगूदपदस्य चरि कृष् इति चरि कृष् योगयात् तत् किमपि नास्ति जस्त्वमपि न भवति जलं झ्झषि इति न भवितुमर्हति अतः केवलवर्णमेलनं चरीकृष्या चरीकृष्याताम् चरीकृष्युः चरीकृष्याः चरीकृष्याताम् चरीकृष्यात चरीकृष्याम् चरीकृष्याव चरीकृष्याम इति अग्रिमधातु किमस्ति वा एकनिमिष वावस् वस् वस् वस् वस् इति तत्र दीर्घोकितः वावस् दीर्घः अकितः इति तत्र वावस् इति भवति वावस्योगति वर्णमेलनं वावस्ति इति किमपि नास्ति वावसीति वावसीति वावस्योगतः वावस्तः किमपि नास्ति वावसति वावस्योगसि इति अस्ति तत्र वावस्योगसि तत्र सकार सकार किमपि वावसि एव किमपि नास्ति सत्यम् वावसीः इति भवति वावस्योगः वावस्थ वावस्थ वावस्थः वावस्थ वावस्मि तत्रापि किमपि नास्ति वावसी वावसीमि वावस्वः वावस्मः इति सम्यक् तावदेव, तत्र किमपि कार्यं नास्ति. धातुः आं महोदय, कार्यं नास्ति खलु अग्रिम करोमि. तत्र अर्थः प्रथमं एकवारं वदामि. तत्र वस् इति धातुः भुआदौ अस्ति, अधादौ अपि अस्ति, दिवादौ अपि अस्ति, चुरादौ अपि अस्ति. वस् धातुः इत्येव, वस् निवासे इति भुआदौ, तद् वयं जानीमः एव वसति इति. वस् आच्छादे, आच्छादने टु कवर्, तत् तस्मिन् अर्थे अधादौ अस्ति. सम्प्रसारणम् अस्ति वा तत्र वस् इति वचिस्वपि यजादीनां, यजादीनां भवति यजादीनाम् इति कृत्वा भवति वा? न न न किमपि नास्ति. यकि यकि यजामि किति परे खलु, क्षम्यताम्, अत्र नीति नास्ति, नीति नास्ति खलु, किति एव वचिस्वपि यजानां किति एव, अन्यथा भवितुं भवति स्म नास्ति. अत्र किमपि नास्ति. बस् स्तम्भे द्विवादौ अस्ति, ग्रहिज्य इत्यस्मिन् सम्प्रसारणं भवति अर्हति, अत्र नास्ति. अत्र अत्र तु किं सम्प्रसारणकार्यमेव नास्ति नास्ति अस्मिन् यजादिनं वसीति अस्ति खलु, वसीति सम्प्रसारणीय धातुः अस्ति, परन्तु किति परे अत्र इति कृत्वा कार्यं न भवति. आम्, अत्र तु अस्य कार्यं किमपि नास्ति. तत्र अर्थः भिन्नभिन्न अर्थेषु वस् धातुः अस्ति. वस्सु स्तम्भे इति द्विवादौ, वस् स्नेहच्छेद अपहरणेषु इति चुरादौ, टु लव् टु कट् टु डिस्ट्रोय् टु किड्नाप् टु डिसैर्. तत्र वासयति, वासयति, वासयति उभय, तत्तु चुरादौ अस्ति किल, अतः उभयपदी. तत्र एकं संस्कृदन्तरूपं वासयति अपि भवति खलु, वासं कारयति इति अर्थे अपि भवति, भवितुमर्हति खलु तत्र. तर्हि वासयति वस् धातोः भुवादिगणे इति अस्ति चेत् निश्च निश्च अस्ति चेत् किल, आं वासयति, वसति, वासयति, सत्यं सत्यम्, आं निश्च अस्ति चेत् आं सत्यम्. ये चुरादौ अपि अस्ति तत्र एव, यदा भवान् उक्तवान् सम्प्रसारणं भूत्वा उषितवान्, उषितवती, उषितः, उषिता इति रूपाणि भवति. तत्र एव भवति, न तु तत्र बस्. अत्र तु अस्माकं रूपं किम् आसीत्, वावस्ति यदा वा अस्ति इति भुआदौ इति स्वीकुर्मः चेत् भारते भारते वा अस्ति. आं सत्यं, तत्र बाङ्ग्लादेशीयजनाः तत्र अस्माकं सीम्नि वा अस्ति वारं वारम् आगत्य. आं समीचीनम्, इति भवति वस्तु धातुः एव. तत्र चतुर्षु गणेषु तस्य रूपाणि, अर्थः तु भिन्नः. महोदय किम् उक्तवान् भगिनि, महोदय पुनः वदतु महोदय. बाङ्ग्लादेशीयाः जनाः, बाङ्ग्लादेशस्य जनाः सीम्नि सीमाप्रदेशेषु वसति इति वदामि, वा वसति इति तादृश. यद्यपि तत् तेषां तत्र यद्यपि आरक्षकाः तं तान् बहिः निष्कासयति पुनः आगच्छति इति कृत्वा तादृश वारं वारम् अथवा आततायिनः जम्मूकाश्मीरप्रदेशे वा वसति इति भवति. इदानीं तु नास्ति, इदानीं नास्ति, तत्र इदानीं नास्ति. अस्तु, भगिनी भगिन्याः क्रमः इदानीं लोट् वदति वा भगिनी, उषा भगिनी. वावस् वावस् बस् दातु द्वित्वानन्तरं वावस् वावस् इति भवति. वावस् योगः तु वावस्तु एव वा वस्तु पित् प्रत्ययः गुणकार्यमपि नास्ति वा वस्तु वा वस् योगः ई तु अपि नाभ्यस्तस्य अचिपिति सर्वदादिके इत्यनेन यद्यपि पित् प्रत्ययः गुणकार्यं नास्ति अचिपिति इत्यनेन वा वसी वा वस् योगः ई तु वा वसीतु इति भवति अनन्तरं वा वस् योगः तात् वा वस्तात् अपित् प्रत्ययः वा वस्तात् एव भवति वा वस्तां वा वस् योगः अतु वा वसतु वा वस् योगः हि हू जल्भ्यो जल् शससर् हल् हि हू जल्भ्यो हेर्दिः इत्यनेन हि इति धि भवति वा वस् योगः धि इति भवति धि वा वस् धि एव भगिनि अत्र इतोपि एकं सूत्रमस्ति धि च पूर्वं धि च सो देन् दट् इस् इत्यनेन किं कार्यं स्मरति वा लोपः भवति भगिनि या संयोगात् तस्य लोपः रात्रस्य देन् दिच दिच इत्यनेन सकारलोपः भवति सकारलोपः भवति सूत्रसङ्ख्या वदति वा भगिनि 8 to 25 ऐ थिङ्क् भगिनि 8 to 25 आम् रात्रस्य अनन्तरं रात्रस्य अनन्तरं साक्षात् अनन्तरं सो सकारस्य लोपः एव भवति सो वा वधि वा वधि वा वधि सत्यं वा वधि अनन्तरं वा वस् योगः तात् वा वस्तात् वा वस्तं वा वस्त आनि आव आम पित् प्रत्ययाः अजादि पित् प्रत्ययः गुणकार्यम् अपि नास्ति नाभ्यस्तस्य अचीपिति सार्वधातुके इत्यनेन वा वसानि वा वसाव वा वसाम इति भवति समीचीनं तत्र तु इक् वर्णः नास्ति अतः गुणकार्यं तु न भवति वादा किमपि नास्ति वा वसानि अत्र वा वधि इति मध्ये अपि वा वधि वदधातु वा वधि इति भवति अत्र अतः किञ्चित् वा वधि भवति एतद् वा वधि इति अर्थभिन्नम् आम् आम् तद् प्रसङ्गानुसारमेव तत्र वयं यदि व्याकरणं न जानीमः चेत् वा वधि इति वयं न ज्ञातुं शक्नुमः एव मध्यमपुरुषस्य इत्येव तत्र ऊहां करणीयं तदेव किञ्चित् क्लेशः भवति वावधी इति अस्ति मध्यमपुरुष एकवचनस्य रूपम् इति एव तत्र एदि इति भवति खलु तत्र इति एव नास्ति तत्र सम्पूर्णं भिन्नमेव कुत्र एतादृशरूपाणि लभ्यन्ते इत्येव प्रथमं द्रष्टव्यं वावधी इति रूपं कुत्रचित् अस्ति वा इति तादृश तत्र प्रयोगः विरलः भवितुमर्हति खलु विरलः तत्र यदा सम्भाषणं भवति खलु त्वं वा वदि इति वक्तव्यं भवति त्वं वा वदि आम् तदा एव अस्माकं क्लेशः भवति किल वद् धातुः वा वस् धातुः वा इति अर्थभिन्ना भवति सत्यं सत्यम् आम् अस्तु अरुणा भगिनी लङ् लङ् पदमाम् अडागमां भवति अवावस् यथात् सकार चित् अस्ति गुणकत्र गुणकार्यं कोऽपि नास्ति एक् वर्णः न स्यात् तकारलोपः भवति हल्नाद्युदीर्घेन आवावः भवति सकारः न भगिनी अत्र कार्यमस्ति सकारस्य आदेशः भवति केन सूत्रेण तिपि तिपि परे तत्र तिप्य अनस्तेः इति एकं सूत्रं दृष्टवन्तः पूर्वं सकारस्य स्थाने दकारादेशः सूत्रं 273 इति सूत्रेण तिपि अनस्तेः इति सूत्रेण तत्र तिपि परे अनस्तेः अतः सकारस्य ध आदेशः भवति अवावद् अस्ति चेत् अवावद् भवति द्वयमपि भवति अवावद् अवावत् सकारान्तधातूनां पदत्वे सति तिपि दत्वं तिपि अनस्तेः इति सूत्रेण भगिनि अहं गृहकार्यं कर्तुम् इति प्रयत्नं कृतवती अत्र ऐ कुन् फैण्ड् विच् करपत्रम् ऐ हाव् टु see if sakara is there at the end I could figure out so what's happening tatra asmakam tad excel sheet asti kila tatra eva sangrahah sakaranta datavah asti ke tatra sutra dvayam sakaranta datuna padatve sati tipi datvam tipyanastehe 8273 asmakam prathama karapatra asti सन्धि अत्र प्रथमकरपत्रे ओ ओके सा प्रत्यये परे एतद् एक्सेल् शीट् मध्ये सर्वं सङ्गृहीतम् अस्ति किल अतः लाभः एव अग्रे वर्णमेलमेव अमितस्ति अवावशीत् अवावशीत् सकारः न भवति खलु तत्र कर्तुं न भवति सा न भवति सा एव सन्त्या एव ओके तत्र निमित्तमेव नास्ति किल प्रत्यय नास्ति प्रत्ययसकार नास्ति ओके ताम् एव भवति अवावस्ताम् अवावसुः अवावसुः सकार अत्रापि सकारलोपः भवति अवावः भवति सकारः तत्र तत्र पुनः तिपि इति सूत्रेण अग्रिमसूत्रं तिपि दातो रूर्वा 8274 सकारान्तधातूनां पदत्वे सति तिपि रुत्वं दत्वं वा भगिनि अत्र तिपि दातो इति किम् अस्ति अत्र दकारस्य सकारः भवति वा आं सत्यं तिपि दत्वम् इत्युक्ते सकारस्य दत्वं भवति सिपि धातो रूर्वा इत्यत्र सकारस्य ऋत्वमपि भवति दत्वमपि भवति अत्र नास्ति खलु तर्हि अत्र सकार वावस् एव वावस् खलु वावस् योगः सा तत्र सकारस्य ऋत्वं भवति तावदेव ऋत्वस्य पुनः विसर्गः किल सर्वदा आं तदेव अस्ति खलु तत्र दकारः नास्ति खलु तावती न भवति खलु तत्र विकल्पेन न न सिपि धातो रुर्वै रुर्वै इति दकारस्य सकारः भवति इति खलु तत्र न न न न सकारस्य एव ऋत्वं सकारस्य ऋत्वं सकारस्य दत्वं दत्वं तु पूर्व विकल्पेन किल अतः पूर्वतनसूत्रेण दत्वम् अस्तु आं भगिनि रूपद्वयं वदति वा अवावत् अवावः अवावस् योगः स सिपिधातो रूर्वा अवावरु सा लोपः तु यदा भवती उक्तवती हल्ङ्याव्यो दीर्घादित्यनेन अवावरु इदानीं करवसानयोर्विसर्जनीयः अवावः इदानीं तत्र विकल्पेन रूपम् इति कृत्वा दत्वम् अवावद् अवावद् पदान्ते अस्ति इति कृत्वा अवावत् अभावत् रूपत्रयम् अस्ति वर्णमेलनमेव अवावसीः अवावसीः तम् अवावस्तां भवति अवावस्त अम् अस्ति अत्र गुणकार्यं प्रयोजनं नास्ति अवावस्वम् अवावस्व अवावस्म अवावस्व अवावस्म समीचीनं सम्यक् केवलं तकारचकारे परे एव कार्यं भवति पदान्ते सिपि धातो रूर्व अनन्तरं तिपि परे तत्त्वं तिप्यनस्तेः इत्यनेन महोदय विधिलिङ्ग् अग्रिमधातुः करोतु अग्रिमधातुषु तु कार्यमस्ति एव वावस्यात् वावस्यातां किमपि नास्ति वावस्युः वावस्याः वावस्यातं वावस्यात वावस्यां वावस्याव वावस्याम इति रूपम् अग्रिम एकनिमिष भगिनि अग्रिमधातुः कः भगिनि गाह् गाह् जा गाह् हकारान्तदातु गाह् धातु गाहते इति खलु तत् गाहते कः अर्थः इदानीम् अवग गाहते गाह् विलोडने भुवादिः आम् अस्तु गाहते गाहते गाहते गाह् योग ति इति अस्ति गाह् क्षम्यतां गाह् गाह् तत्र तत्र जगा जगाः जागाः इति खलु जागाः इति जागाः अस्तु जागाः योग जागाः योग ति इदानीं हकार अस्ति अत्र होडः इति जागाढ् योग ति इदानीं स्तुत्वं जागाड् तत्र जाग क्षम्यतां जागाड् योग ति खलु तत् स्तुत्वं भवति जागाड् योग ढि जागाड् योग प्रथमं पूर्वम् एकं कार्यं जागाः योग ति तत्र होडः इति खलु तत्र होडः एव खलु प्रथमं अदे जागाड् योग ति इति अस्ति जागाड् योग ति इदानीं स्तुत्वं खलु स्तुत्वम् एकवारं जशन्तधातुः जशस्ततोर्धोर्धः एकनिमिष जागाड् जागाड् एकनिमिष जसन्तस्य किमस्ति अत्र धि भवति खलु सत्यं जसन्तति धि जसत्ततोः धि सत्यं जागाड् योग धि अनन्तरं तत्र स्तुत्वं जागाड् योग जागाड् योग धि अनन्तरं डोडे लोपः जागाडि इति भवति जागाडि इति जागाडि रूपं जागाः योग इति जागाहीति जागाः जागाहीति इति भवति जागाः योगत्त तः इति अस्ति अतः जागाः जागाढ् योगतः जागाढ् योगाढः जागाढ् योगढः जागाढः जागाढः डोडे लोपः जागाढः इति भवति अनन्तरं जागाः योग अति जागाहति इति भवति जागाहति जागाः योगसी तत्र जागास् जागाः जागाढ् योगसी इदानीं ढकार अस्ति ढकारसकार अस्ति तर्हि तत्र षडोः कः सि जागाख् योगसी अनन्तरं तत्र षकार भवति जाघाक् योगशी जागाक्षी इति तत्र अनन्तरं चत्वं जागाक्षी इति भवति जागाक्षि एकमेव कार्यं त्यक्तं महोदय फोडः अनन्तरं होडः अनन्तरं जगत् न तत्र नास्ति होडः इति अस्ति डकारस्य षडोकः सि खलु तत्र ककार अस्ति तस्य तस्मात् पूर्वम् एकमेव कार्यं जाग् एकनिमिष जाग जशन्त पशन्त जशन्तस्य षड्वोः तत्र हा द्वोः आम् सत्यम् अत्र झा झा इति भवति खलु एकं जाघा जागा जाघा इति भवति सत्यं जसन्तत्व बश् बश् बश् भवति खलु बश् भावः एकाचो बशो बश् बशो बश् द्वो इति सकारः अस्ति खलु अत्र तर्हि तत्र जाघा जाघा एकनिमिषः जाघाड् योग सि अनन्तरं जाघाक् जाघाक् योग सि जाघाक् योग षि जाघाक् योग षि जाघा जाघाक्षि इति भवति अत्र प्रथमं तत्र दत्वम् अनन्तरं बश् बष् भावः अनन्तरं षत्वं अनन्तरं कुत्र अनन्तरं चर्त्वं खलु दकस्तने खकार भवति अनन्तरम् अनन्तरम् अनन्तरं षकार अनन्तरं चर्त्वं जागाक्षि इति जागा होडः अनन्तरं षडोकहसि अनन्तरं बष्भावः अनन्तरमेव षडोकहसि षडोकहसि अनन्तरं सकारस्य षत्वं क्षम्यता महोदय बष्भावेन किं भवति भगिनि बष्भावेन घकारस्य चतुर्थवर्णः त्री फोर् इति अस्ति फोर् फोर् इति भवति ओके ओके षडोको कहसि सूत्रसङ्ख्या एकवारं षडो कहसि अत्र षकारस्य स्थाने ढकारस्थाने खकारः भवति खलु महाप्राणखकारः भवति अनन्तरं चर्त्वं खलु तत् तादृश या षडो कहसि ऐ नो एय्ट् टु फार्टि वन् एय्टि वन् एय्ट् टु फार्टि वन् फार्टि वन् वा षडोः एय्ट् टु फार्टि वन् षडोः कहसि ककारादेशः एव भवति चत्वं किमर्थम् उक्तवान् महोदय षडोः काकूणः एव सत्यं न भवति आम् सत्यं ककार एव सत्यं साक्षात् ककार एव न तु अन्यथा तत्र खकार एव भवति स्म परन्तु सत्यं कोडः एकाचो बशो बश् एय्ट् टु भगिनि एकाचो बशो बश् इत्यनेन वदतु भगिनि एकाचो बशो बश् भवति जशन्तस्य द्वोः जशन्तस्य सो द ढकार इस् जश् जशन्त एकाचः एकाचः आम् गाः घाड् भवति ढकारः जशन्त अनन्तरं द्वोः इत्यनेन सकारः परः अस्ति परः अस्ति देन् द बश् द तृतीयवर्ण गा एव भवति ओके समीचीनं वा जघाड् सि जघाक् सि षडोः कः सि ककारः एव जगाक् सि आदेशप्रत्ययोः जगाक्षि जगाक्षि जघाक्षि चतुर्थवर्ण घेञ्जस् महाप्राणाक्षि ओके फोर् त्री त्री फोर् त्री फोर् फोर् फोर् फोर् भवति अनन्तरं षडोकहसि अस्तु प्रकारः भवति षडोः कहसि इत्यनेन ककारः एव आदेशः न तु कु अतः साक्षात् ख एव षत्वं किमपि ह्रस्वककार एव खलु आं सत्यं अल्पप्राण प्रथम प्रथम अल्पप्राण क्षम्यता ह्रस्व नास्ति अल्पप्राण अल्पप्राण जागाः योग इति जागाहीः जागाः योगतः अत्रापि जागाढ् योगतः अत्रापि भवति जाघाढ् जाघाढ् योगतः अनन्तरं किमस्ति जाघाढ् योग तत्र ततो दः खलु जाघाढ् योग एकनिमिष क्षम्यतां जागाढ् एव खलु जागाः जाघाढ् योगतः स्तुत्वमेव केवलं तत्र एकनिमिष न श्रोत्रि क्षम्यतां दकारः जाघाढ् योगतः जागाढ् योगडः जागाढः इति भवति अत्र डोडे लोपः भवति दकारः जसत्ततोः भवति अनन्तरं डो डकारः स्तुत्वम् अनन्तरं डोडे लोपः जागाढः इति भवति तर्हि तथैव जागाढ इति बहुवचने जागाढः जागाढ इति बहुवचने जागाः योगमी किमपि नास्ति जागाह्मि जागाह जागाहीमि इति भवति जागाह्वः जागाह्मः एकवारं पुनः वदामि एकनिमिष जागाढी जागाढी जागाहीति जागाढः जागाहति जागाहति अनन्तरं जाघाक्षि जाघाक्षि इति तत्र एव अन्यत्र सामान्यकार्यमस्तुत्वं जागाही जागाढः जागाढ जागाह्मि जागाहीमि जागाह्वः जागाह्मः इति समीचीनं सम्यक् मध्यमपुरुषे एव मध्यमपुरुष एकवचने एव कार्यमस्ति रोटि अपि मध्यमपुरुष एकवचने एव कार्यमस्ति आम् उषा भगिनि लोट् गाः धातु जागाः इति भवति द्वितस्य अनन्तरं जागाः योगः तु तुपित् प्रत्ययः गुणकार्यम् अत्र न शक्यते देन् जागाः योगः तु हकारस्य स्थाने होडः इत्यनेन ढकारः भवति जागाढ् योगः तु घाढ् इति जश् इति अनेन जशस्तथोर्धोर्दः इत्यनेन तकारः दकारः भवति जशस्तथोर्धोर्दः दशस्ततोर्धो तकारः एव दकारः भवति जा जागाड् जागाढु इति भवति अनन्तरं धकारस्य स्थाने ढकारः भवति ढकारः डकारः भवति शुनाष्टुः जागाढु जागाढु देन् डोडेर्लोपः डोडेर्लोपः इत्यनेन डकारस्य लोपः भवति जागाडु इत्येव भवति जागाडु देन् जागाः योगः ईतु किमपि कार्यं नास्ति जा ओ होडः होडः भवति जा ईतु ईतु ओ जलीपदान्ते एव खलि भगिनि होडः ओके जलीपदान्ते इत्यनेन कार्यं नास्ति होडः कार्यं नास्ति जागाः योगः ईतु जागाहीतु अनन्तरं जागाः योगः तात् तात् अपि तात् जल् जागाः इति जागाड् भवति जागाड् योगः तात् तकारः इत्यनेन तदपि जशस्ततोर्धोर्धः इत्यनेन तात् इति धात् भवति जागाढात् शुनाष्टुः जागाढात् अनन्तरं डोडेर्लोपः जागाढात् अनन्तरं ताम् तदेव कार्यं डकारः अनन्तरं तकारस्य धकारः अनन्तरं डोडेर्लोप अनन्तरं शुनाष्टुः अनन्तरं डोडेर्लोपः जा गा ढां भवति अनन्तरं जागाः योगः अतु वर्णमेलनमेव जागाहतु इति भवति मध्यमपुरुष एकवचनं जागाः योगः हि हि घा झल् अस्ति झल् अस्ति इत्यनेन हि इति धि भवति जागाः योगः धि इति भवति जागाः धि अपि धि अनन्त सो जागाढ् योगः धि होडः जागाढ् योगः धि जागाढ् योग जागाढ् धि भवति अनन्तरं डोडेर्लोपः जागा धि भवति एवमेव जागाढात् सो जागाढात् भवति जागाढात् अनन्तरं तं जागाढम् अनन्तरं त जागाढ आनि आव आम पित् प्रत्ययः परन्तु कार्यमपि बाध्यते इत्यनेन जागाः हाः जागाहानि जागाहाव जागाहाम इति भवति समीचीनम् अत्रापि तत्र मध्यमपुरुषे अपि जषन्तः एव परन्तु बष्भावः न भवति सकारे पदान्ते द्वे शब्दे परे इत्येव अस्ति इति कृत्वा अत्र बष्भावः न भवति अथवा तत्र प्रसक्तिः स्यात् किल परन्तु न भवति लटि सि प्रत्यये परे वयं तु कृतवन्तः एकाचो बशो बश् लोटी तत् पुनः तदपि जषन्तः बश् अन्यत् सर्वं पूरितं परन्तु निमित्तं तु नास्ति पदान्ते सकारे द्वे शब्दे परे स्तोः इत्यनेन तद् नास्ति तदपि स्मर्तव्यं जाघाडी इत्येव अरुणा भगिनी पुनः लङ् भवत्याः क्रमः अद्य प्रायः हाट्रिक् जकारः योगः गुणकार्यं नास्ति वर्णः नास्ति तत्र जकार होडः इत्येन हकारस्थाने ढकार आगच्छति अधुना तथा तत्रयोः दकार चतुर्धोर्धः इत्येन न तो दोर्धः इत्यत्र जषन्तः परन्तु परे तकार दकारे भवेत् किल अत्र तु तकारस्य लोपः जातः किल लङ् ओ याड् अस्ति अजागाड् पदान्ते पदान्ते अस्ति जगाड् भवति बष्भावः एकाचो बशो बश् जषन्तस्य स्तोको इत्यत्र पदान्ते अपि तस्य कार्यं भवति अतः अजाघाड् हा भवति महाप्राण किं भवति एकाचो एकाचो बशो बश् जषन्तस्य स्तोः तत्र जषन्तधातुः अजाघाड् होडः कृतवती अतः ढ इति जषन्तः तत्र एकाच् अस्ति घाड् इत्यत्र एकः एव अच् अस्ति बश् अस्ति बशो बश् किल भ भ इत्यत्र भ भवति त्री बिकम्स् फोर् तत्र घ इति जातः घाड् अजाघाड् ककार महाप्राणककार भवति. ओके, अनन्तरं जष्टुं यदा भवति कृपा अजाघाट् इङ्क् अस्ति वर्णमेलनमेव अजाघीत् उक्तम् अत्र अपि होडः कार्यं प्रथमं करोति तदनन्तरं अजाघोड् इति अजाघाट् अजाघाट् तम् अधुना ज्येष्ठतुर्थोदः भवति भगिनि. सम्यक्. तकारस्थाने ठकार आगच्छति. तदनन्तरं हकारस्थाने धकार आगच्छति भगिनि. हकारस्य स्थाने होडः इत्यनेन डकारः, जषश्चतुर्दोर्धः इत्यनेन तकारस्य स्थाने धकारः. इदानीं तत्र डकारः अस्ति, दकारः अस्ति, अतः सन्धिः शुनाष्टुः. सत्यं, शुनाष्टुः, श्रुत्वं. तदनन्तरं दोडे लोपः. सत्यं, सत्यं, लोपः भवति. अजा अजाघाढम् अजाघाढम् अजागाम् साम् किल अजागाडाम् दोडे लोपानन्तरं ड्रलोपे दीर्घोन् परन्तु अजागाढाम् धाम् इति भवति. न था इत्यत्र एव ढा इति आगच्छति. पूर्वस्य पूर्वस्य डकारस्य एव लोपः किल, हकारस्थानलोपः. देन् पूर्वस्य दीर्घो अणः कार्यम् अस्ति, परन्तु किमपि अग्रिम अग्रिमधातुः अस्ति किल, तत्र तस्य प्रसक्तिः भवति. तत्र तु तस्य पर्जन्यवत् इति वक्तुं शक्नुमः. वर्णमेलनमेव अज न होडः न जष्ट अस्ति. ओहो, अजाकुः अजागाहुः अजागाहुः अजा अजाका काह्यकः. अत्रापि होडः एव कार्यं भवति. अजागाड् सकारलोप भवति. हल्नाभ्योदेकासि प्रक्तफलितसूत्रेण अजाघाड् एव अवशिष्यति. पुनः सूत्रं वदति भगिनि, न अवगतम्. एकाशो बशो बश् जषन्तस्य स्तूः इति. तत्रापि पदान्ते सकारः अस्ति. क्षम्यतां, पदत्वम् इति अस्ति इति कृत्वा पुनः तत्रापि अजाघाड् इति भवति. होडः, एकाचो बशो बश् जषन्तस्य स्तूः, अनन्तरं जष्त्वं, समानरूपमेव यदा एकवचने प्रथमपुरुष. ओके, अत्र वर्णमेलनमेव अजा अत्र तं तं तम् अस्ति चेत् तमः होडः प्रथमं भवति. तदनन्तरं जस् चतुर्थोर्धः इत्येन ठकार पकारस्थाने ठक आगच्छति. तृप्तं भूत्वा ठकार भवति. टोटे लोपः इति न पूर्वटकारलोप भूत्वा अजागाढम् अस्ति प्रत्ययः तथा कार्यं कोऽपि नास्ति अजागृहम् प्रायः उषा भगिनी भवती विधिलिङ्ग् करोतु, किञ्चित् मिक्सप् कुर्मः अन्य अन्तिमधातुः गुः जगा कृत्वा गुः करोतु भगिनि. गाः धातु जागाः इति द्वित्वस्य अनन्तरं दीर्घस्य अपि अनन्तरं जागाः भवति. जागाः योगः विधिलिङ्ग् यात् यातां युः यात् सर्वे अपित् प्रत्ययाः. जागाः योगः यात् होडः अपि कार्यं यात् इति जलि नास्ति, पदान्ते नास्ति, यात् अपि दत्वमपि नास्ति, हकारस्य दत्वमपि नास्ति. जागाह्यात् वर्णमेलनमेव, जागाह्यात् जागाह्यातां जागाह्युः जागाह्याः जागाह् यातं जागाह्यात जागाह्यां जागाह्याव जागाह्याम इति भवति. अग्रिमधातु गुह् धातु. गुह् गुह् फलादिशेषः जकार गुहोष्टुः जकारः देन् अनन्तरं वाट् इस् इट् सूत्र गुणः किल गुणः वाट् इस् इट् गुणो यङ्ग् लुको नो नो नो नो वाट् इस् इट् सूत्र भगिनि 7-4 समवेयर तदेव ओके गुणो यङ्ग् लुकोः. सो अभ्यासस्य गुणः भवति. सो जोगोः इति भवति, जोगोः इति अङ्गं जोगोः योगः नो जोगुः जोगुः गुः जोगुःकं सूत्रमस्ति भगिनि, तदपि पठित्वा अनन्तरं रूपं साधयतु. ऊदुपदायाः गोहः सरपत्रे ऊदुपदायाः गोहः अस्तु भगिनि. तेजः गमजनगण अनुनासिकस्य जनकनकसाम्प्रदेशे हकारान्तदातवः इति अस्ति किल, तस्मात् तस्य अनन्तरम् अनिदित् दातवः इत्यस्मात् पूर्वम् आम् ऊद् उपदाया गोहः we did so many times right kani ya goho angasya upadayaah goho angasya upadayaah ukara adeshah bhavati ajadav pratyaye pare ukara adeshah bhavati goho angasya upadayaah krute upadayaah ukara adeshah bhavati guh guha upadayaah ut syat guna गुणहेतौ अजादौ प्रत्यये ओके अजादौ प्रत्यये परे यत्र गुह् धातोः उपदा गुणः भवति तत्र तस्य गोः धातुः धातुरूपी अङ्गस्य ओके तत्र तस्य गोः धातुरूपी अङ्गस्य ओकारस्य ऊकार आदेशः भवति. ऊत् प्रथमान्तम् उपदायाः षष्ट्यन्तं गोहो षष्ट्यन्तं त्रिपदमिदं सूत्रम् अचिष्णु धातुब्रुवामिवोरियङ्गुवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गोहः अङ्गस्य उपादायाः ऊत् अचि गुह् धातु गोहः ऊद् उपादाया गोहः इति सूत्रे गोहः इति षष्ट्यन्तं ऊद् उपादायाः गोहः सो गोहः अपि षष्ट्यन्तं उपादायाः अपि षष्ट्यन्तं अजादौ प्रत्यये परे गोहः ऊत् इति प्रथमान्तम् इत्यनेन आदेशः भवति गुह उपादायाः ऊत् स्यात् ओके अजादौ प्रत्यये परे यत्र गुह् धातोः उपदागुणः भवति उपदागुणः भवति पुगन्तलघुपदस्य च उपदागुणः भवति तत्र तत् गोः स्थाने अचि परः अस्ति चेत् ओकारस्य स्थाने ऊकार आदेशः भवति इति सूत्रं वदति ऊद् उपादाया गोः परन्तु अत्र चिन्तनीयम् अस्ति तत्र अजादि प्रत्यये परे किं भवति इति सामान्यतया अत्र यङ् लुकि अजादिप्रत्यये परे गुणनिषेध अचि पित् प्रत्ययस्य कृते न अभ्यस्तस्य अचि पित् सः वदति केचन पित् प्रत्ययः कृते परन्तु अपित् अपित् अजादि अस्ति चेत् सूत्रं भवति ऊद् उपादाया गोहः इति अनेन तत्र तदेव गुह उपादायाः ऊत् स्यात् गुणहेतु अजादौ प्रत्यये परे इति उक्तं गुणहेतुः कदा भवति गुणस्य कारणं किं भवति ओ गुणस्य पित् प्रत्ययः पित् प्रत्ययः अस्ति प्रत्यये परे एव अपित् प्रत्यये परे एव परन्तु अत्र किं भवति अस्माकम् अजादिप्रत्यये परे अस्माकम् अजादिप्रत्यये परे यङ् लुक् कार्यं न भवति गुणकार्यं नास्ति गुणकार्यं बाधितं किल अतः गोहः अङ्गस्य उपादायः ऊत् अचि न भवति अस्तु गुणः यत्र प्रसक्तः गोहः इति उक्तत्वात् भविष्यमाणम् अङ्गं गोहः भवेत् गोहः इति तु न भवति एव किमर्थं न भवति तद् बाधितमस्ति नाभ्यन्तस्य अचीप् इति सर्वधातु के इति अतः न भवति तदा सामान्यधातूनां भवितुमर्हति खलु लोटि तत्र सा गुः इति धातोः सामान्यङ्लुकि न भवति गुणनिषेध अतः निमित्तं नास्ति सत्यं भवति स्म परन्तु अत्र न भवति न अभ्यस्तस्य अचिपिति सार्वधातुके अभ्यस्तस्य अत्र अङ्गम् अस्ति इत्यनेन अभ्यस्तस्य कृते वयं वदामः गुणः नास्ति इति अभ्यस्ता अचिपिति परः अस्ति चेत् अत्र यङ् लुको कार्यं नास्ति just wondering where that sutra can apply then na na then guna bhavati yatra where would it come loti loti bhavati kalu samanya guh dhato loti guh dhato ho loti loti tu guhani ana guh yoga ani guh yoga ani जोगुः योग आनि आनि इति पित् प्रत्ययः अत्र नास्ति अत्र नास्ति अहं वदामि तत्र सामान्य तत्र भवति तत्र गुहानि किल तत्र सामान्यतया अस्ति एव अत्र केवलं यङ्लुकि एव उक्तवती किल बाधितम् आम् आं भगिनि तद् पूर्वमपि एकवारं वयं कृतवन्तः गोः धातुः तत्र ऊदुपदायागिनि पूर्वं बहुत्र वयं साधितवन्तः अत्र केवलं यङ् लुकि न भवति किमर्थम् इत्युक्ते अनुवृत्तिसहितसूत्रे एव गोहः इति उक्तं गोहः अङ्गस्य उपादायः ऊतचि इति तत्र तस्य प्रसक्तिः अस्य सूत्रस्य अत्र यङ्लुकि प्रसक्तिः नास्ति तावदेव अन्यत्र सर्वत्र अस्ति एव अस्ति अस्तु इदानीं वदतु ओके ऊदुपदाय गोहः इत्यस्य कार्यं नास्ति एनिवे अङ्गम् अस्ति जोगुः जोगुः योगः ति तित् प्रत्ययः गुणकार्यम् अस्ति जो गोः योगः ति जो हकारस्य स्थाने डकारः जो गो ढि जो गो ढि अनन्तरं डोडेर् लोपः दट्स् आल् भगिनि या ति जो नो गुः प्रथमं जो गोड् नो नो जो गोः योगः ति ति पित् प्रत्ययं जो गोः योगः ति हकारस्य स्थाने डकारः जो गोड् ति ओ जशन्तस्य धातु जशन्तस्य अङ्गम् इत्यनेन जशस्ततोर्दोर्धः जो गोड् धि अनन्तरं दकारस्य स्थाने डकारः जो गोड्ढि अनन्तरं डोडेर् लोपः जो गोडि भवति सत्यं जो गुह् योगः इति न अभ्यस्तस्य अचीपीति सार्वधातुके गुणकार्यं बाधितं भवति जो गुह् योगः इति जो गुह् जलीपदान्ते अपि नास्ति डकारः अपि नास्ति जो गुहीति इति भवति यदा तत्र वयं नाभ्यस्तस्य अचीपीति इति न कुर्मः चेत् अत्र ऊदुपदायाः गोहः इत्यस्य प्रसक्तिः भवति स्म किल गोः अजादिप्रत्यये परे अत्र यद् ओदुपदाय गोहः नाभ्यस्तस्य चीपिति सार्वधातुके इत्यनेन बाधि अस्तु भगिनि इफ् इफ् दर् इफ् इट् इस् नाट् ब्लाक् भगिनि जो देन् जो गोः योगः इति देन् जो गुः जो गुहीति इति भवति ऊद् उपदाय गोहः ओके ओके ऊद् ओकारस्य स्थाने ओकारस्य उकाराद ओके ओके जो गो गूहीति इति भवति स्म परन्तु अत्र जो गुहीति इति भवति सत्यम् अनन्तरं जो गुः योगः तः अपि प्रत्ययः जो गुः एव भवति जो गुः तकारस्य डकार हकारस्य अपि डकारः जो गुड्ढः भवति अनन्तरं डोडेर् लोपः ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन पूर्वस्य अण् दीर्घः भवति जो गूडः आम् आम् जो गुः योगः अति अति जलि नास्ति जो गुणकार्यमपि नास्ति जो गुः जो गुहति एव भवति जो गुहति अनन्तरं जो गुः योगः सि सि गुणकार्यम् अत् पित् प्रत्ययः जो गुहो नो जो गो जो गोः योगः सि जो गोड् सि जो गोड् योगः सि सकारस्य स्थाने षत्वं भवति ओ जो गोड् योगः सि एकाचो बशो बश् जशन्तः ओ सकारः परः अस्ति इत्यनेन ओके एकाचो बष्भाव भवति घकारस्य स्थाने घकार आदेशः भवति सो जो घोड् सि भवति अनन्तरं सि डकारसकारः सो स्तुनाष्टुः कार्यं करोति जो गो षडोः कः सि ओ सि परः अस्ति डकारस्य स्थाने ककार आदेशः भवति जो गोक् सि भवति अनन्तरं जो गोक्षि भवति समीचीनं जो गोक्षि जो गोक्षि जो गोक्षि गोक्षि ओके जो गुः योगः ईषि गुणकार्यमपि बाधितं भवति जो गुः जो गुहीषि एव भवति अनन्तरं तः त तहत जोगुः योगः तहत गुणकार्यं नास्ति जोगुः होडः झलीपरः अस्ति होडः जोगुड् जोगुड् जषष्ठतोर्दोर्दः जोगुड्डः अनन्तरं डोडेर् लोपः जोगु जोगुडः भवति जोगुडः ड्रलोपि या जोगुडः जोगुडः जोगुड जोगूडः ओ जोगूडः आम् आम् पूर्वस्य दीर्घोणः जोगूडः जोगूड आम् आम् अस्तु जोगुः योगः मि जोगुः योगः मि पित् प्रत्ययः जोगोः जोगोः योगः मि मि झल् नास्ति जोगोः न न जलि पदान्ते अपि नास्ति जो गोह्मि एव भवति समीचीनं जो गोह्मि देन् जो जोगुः इति ईमि ईमि अपि गुणकार्यमपि नास्ति जो गुहीमि देन् जोगुः योगः वः वः अपि जलि नास्ति पदान्ते जोगुः वः जोगुः मः एव समीचीनम् जोगुः वः जोगुः समीचीनं भगिनि सम्यक् धन्यवादः धन्यवादः भगिनि प्रायः अरुणा भगिनी लोट् वदतु महोदय लङ् करोतु ओके भगिनि प्रथमं जोगुः इति दातु जोगुः प्लस् टु तत्र तु इति पित् अस्ति जोगोः जोगोः टु होडः इत्यनेन हकारस्थाने ढकारः आगच्छति तदनन्तरं जस्तथोर्थोर्धः इति सूत्रेण पकारस्थाने ढकारः जोगोड् धु धु भवति तदनन्तरं स्टुनास्तुः इत्यनेन धु ढकारस्थाने ढकारः आगच्छति जोगोड् डु जो डोडेर् लोपः इत्यनेन डकारलोपः भवति जो गो डु भगिनि आं ओके तात् तात् पित् अस्ति गुणकार्यगुणः अपि कार्यम् अस्ति ओ जो गो जो गो अत्र गो गुण अस्ति पूर्वमेव दीर्घः एव अस्ति सत्यं जो गो योगः तात् तात् पित् अपित् अस्ति प्रथमं गो ढकार होडः जो गुड् योः तात् तात् जस्तो जस्तथोर्जोर्धः इत्यनेन ढकारस्थाने ढकार जो गो जो गुड् क्षम्यतां भगिनि तात् तकारस्थाने धकारः भवति जो गुड् योः धात् श्रुतास्तुः इत्यनेन धकारस्थाने धकारः आगच्छति जो गुड् योः धात् डोर्डे लोपः इत्यनेन लो डकार प्रथमडकारलोपो भवति जो गुड् जो गुड गुडात् अत्र दीर्घं भवति जो गु जो गुडात् जो गुडात् सत्यं गुडात् धां कृतवन्तः ताम् अत्रापि अत्रापि समानकरणं समानमेव जो ताम् जो उः वर्णमेलनमेव जो गुः हि हि स्थाने अत्रापि पुनः भवति जोगो हि योगः तद् अपितस्य हि पेर्यपि च किल जोगु जोगु होडः इत्यनेन आकारस्थाने डकारः भवति तस्मात् पूर्वम् एकं कार्यमस्ति किल जोगुः योगः हि हि स्थाने धि आगच्छति सूत्रं किं भगिनि पूजल्भ्यो हेर्भिः पूजल् जो गुः जो बुद्धि होडः होडः जो गुड् योगः धि ओदर् टु नास्टुः इति सूत्रे डकार सत्यं डकारस्थाने ढकार भवति सत्यं जो गुड् जो है धि दूर्वे लोपः इत्येन पूर्वस्य डकारलोपः भवति जो गुहि जो गुटि जो गुटि दीर्घ भवति जो गुडि सम्यक् जो गुडि तस्य गुणनिषेधः जो होडः ऋकार जो गुड् तात् उच्युतकारस्थाने धकार जस्तो जस्तः इत्यनेन तदनन्तरं धकारस्थाने धकारः भवति चिनास्तुः इत्यनेन तदनन्तरं डकार डोडे लोकेन प्रथम डकारलोपः भवति जो गुड् जो गुड्डत् जो गुडात् जो गुडात् गुडात् जो गुडा जो गुः अत्र उकार दीर्घ भवति जो गुः धात् धात् तम् अत्र अपि कार्यं समानमेव जो गुहूढं जो गुहूढानि आव इष्टस्ति अजादि अस्ति सूत्रेण गुणनिषेधः भवति होडः इत्यनेन अकारस्थाने डकार जो गुहूढानि जो होडः गुडानि आनी अपि जो गुडानि भवति जो गुहानि जो गुहूनि जो गुहूनि जो गुहानि एव जो गुहानि गुहानि एव दीर्घं किमपि नास्ति किमपि कार्यं नास्ति केवलं वर्णमेव जो गुहानि जो गुह्वा जो गुह्वा जो गुहाव जो गुहाम तत्र आनि आव आम इति प्रत्ययः किल जो गुहानि तावदेव अस्तु महोदय लङ् एकञ्च जोगुः जोगुः इति अजोगुः इति अङ्कमस्ति अजोगुः योगत् पितस्ति अजोगोः योग तत्र तकारस्य लोपः भवति अजोगोः इति अजोगोढ् इति भवति अनन्तरं बश् भावः अजोगोढ् इति भवति अनन्तरम् अजोगोट् अजोगोढ् इति जस्त्वं चर्त्वम् अजोघोट् अजोघोढ् इति अजोगोढ् अजोगुह्यु अजो जोगुः खलु अजोगुः योग अजोगुहीत् इति केवलं वर्णमेलनम् अजोगुः योगताम् अत्र अजोगुः योगताम् अजोगुड् योगताम् अजोगुड् योगधाम् अजोगुड् योगढाम् अजोगुढाम् अजोगूढाम् इति भवति अजोगुः योग अजोगुः इति वर्णमेलनम् अजोगुः अजोगुः योग स् इति अस्ति तत्र अजोगुः योग स् अजोगोः योग स् अजो अत्रापि सकारस्य लोपः भवति अजो अजोगोः इति अस्ति अजोगोः इति भवति अजो क्षम्यता अजोगोढ् अनन्तरम् अजोगोट् अथवा अजोगोढ् इति अजोगोढ् अत्र बष्भावः दत्त्वं बष्भावः तथा यथा प्रथमपुरुषे अस्ति तदेव रूपम् अस्ति अजोगुहीः इति भवति वर्णमेलनम् अजोगुह् योगतम् अत्रापि अजोगुढ् योगतम् अजोगुड् योगढम् अजोगुड् योगढम् अजोगुढम् अजोगूढम् इति भवति तथैव अजोगुह् योगता अजोगुड् योगता अजोगुड् योगध अजोगुढ अजोगूढ इति भवति डोडलोप इत्यादिलोपे अजोगुहं तत्र अजोगुहमेव तत्र अजोगुह् अजोगुह् इति रूपाणि समीचीनं अजोगुह्वा तत्र हकारमकारः अस्ति किल खम्ह इव किमर्थम् उच्चारणं नास्ति अजोगुह्व अजोगुह्म इत्येव वदामः अजो तत्र अनुनासि अथ तत्र मकारः अस्ति चेत् तत्र अस्ति खलु तत्र हकार पञ्चमे युक्तम् इति उरः प्रथमं भवति अत्र तस्य आम् परन्तु अत्र तु वयम् अजोगुह्म इत्येव वदामः अजोगुह् इति सम्यक् न आगच्छति तत्र बानञ्जगोविन्दाचार्य इति भवती जानाति वा बानञ्जगोविन्दाचार्य इति न महोदय बहु प्रसिद्धः आसीत् सः बहूनि पुस्तकानि लिखितवान् वैदिकसाहित्ये अपि च कन्नडभाषायां तत्र बहु प्रवचनं गीतास्य बहु प्रसिद्धः अस्ति सः वदति तत् न कर्तव्यं यथा अस्ति तथैव करणीयम् इति सः तत् सर्वदा वदति स्म एतत्तु पाणिनीयशिक्षा अनुसारेण अस्ति वेदे नास्ति तत्र न करणीयम् इति वदति स्म तत्र पाणिनीयशिक्षा अनुसारेण भवति परन्तु अत्र न भवति खलु मह इति तत्र मकारः किल तत्र ब्रह्म इति वदामः अत्र तु वयं तु किम् आसीत् अजुह्म इत्येव वदामः न तु अजुग् किमपि न आगच्छति किल अत्र अतः एव सदसायः सर्वदा वदति स्म ब्रह्म एव वक्तव्यम् इति तत्र सौम्या भगिनी वा अथवा वेङ्कटमहोदय वा वदति तत्र ब्रह्म इत्येव वक्तव्यम् इति वारं वारं सः यदा वर्गे अपि ब्रह्म इत्येव वक्तव्यम् उरः एव तत्र उच्चारणस्थानम् इति वदति एकनिमिषं तदेव एकवारम् कर्माचार्यरपि सेम् वे ब्रह्म तत्र पाणिनीयशिक्षायां षोडश सिक्स्टीन्त् सूत्र आसीत् हकारं पञ्चमैरुक्तम् अन्तस्ताभिः च संयुतम् उरस्यं तं विजानीयात् कण्ठ्यम् आहुः असंयुतम् अतः असंयुतम् अस्ति वा ह न संयुतमेव पाणिनीयशिक्षा श्लोक हकारं पञ्चमैर्युक्तम् अन्तःस्ताभिश्च संयुतम् इदानीं पञ्चमैरेव युक्तमस्ति सकारम् उरस्य विजानीयात् असंयुक्तं तु कण्ठ्यमहो इदानीं तु असंयुक्तं नास्ति किमर्थं तद् न आगच्छति अगोम्ह इति वक्तव्यं किल किमर्थं तद् बाधितं भवति अत्र अनन्तरम् अकारः अस्ति चेदेव तत्र वयं कर्तुं शक्नुमः, तत्र नास्ति, तदापि नास्ति खलु, तत्र अस्ति खलु तत्र नियमः नास्ति तादृशं किमपि नास्ति खलु. अतः सः सर्वदा स्म, तत्र सा सर्वदा ब्रह्म एव. मतभेदः मतभेदः अस्ति इति वदति, मतभेदः अस्ति, सः वदति द्विविधमस्ति, पाणिनीय अपाणिनीय अपि समीचीनीय अपाणनीय पाणिनीय इति, तत्र वेदे अपाणिनीय एव खलु, तत् अपाणिनीय इत्युक्ते तत्र शास्त्रविरुद्धः नास्ति इति वदति, सः वदति स्म पाणिनीयमपि अस्ति अपाणिनीयव्याकरण पाणिनीयव्याकरण इति भिन्नं, प्रायः सः अपाणिनीयं वदति. हा तत्र अपि च शिक्षा पाणिनीयशिक्षा एक एव नास्ति खलु, तत्र बहवः अन्य अपि शिक्षाग्रन्थानि आसन् खलु. आम् सत्यं सत्यं, यदा व्याकरणं तादृशमेव किल. आम् एतत्तु अष्टाध्यायी डाट् काम् मध्ये लभ्यते उषा भगिनि, अपाणिनीयशिक्षा इति, तत्र षोडशः अस्तु भगिनि. अस्तु, भवती एव तत्र विधिलिङ्क् करोतु, अनन्तरं समापयामः. अहं कृतवान्, भवती न श्रुतवती. ओ न श्रुतवती, अहं तु तद् पञ्चमैर्युक्तं किमर्थं नास्ति इत्येव मम चिन्तनम् आसीत्. आम् आम् जोगुह् जोगुह् यात् यातां युः, सर्वे अपि प्रत्ययाः जो वर्णमेलनमेव, जो गुह्यात् जो गुह्यातां जो गुह्युः जो गुह्याः जो गुह्यातं जो गुह्यात जो गुह्यां जो गुह्याव जो गुह्याम. समीचीनम्, अतः अग्रिमसप्ताहे वयम् अग्रे तत्र एतत्तु समाप्तं, प्रायः दश संवत्सरः वयं स्वीकृतवन्तः वा, एतत् समापने दशवर्गाः प्रायः दशवर्गः. अस्तु, अनिधिदातवः इति अग्रिमसप्ताहे साधयामः, तत्र प्रायः. आम् आम् महोदय, तादृशं भासते, आम् इतोपि अस्ति, तत्र नूतनसूत्रम् इति अग्रिमे तु तत्र दृश्यते, मन्त् अनिधिदातवः नुगतो अनुनासिकान्तस्य पूर्वम् एकवारं कृतवन्तः इति चिन्तयामि, प्रायः पूर्वतनपाठे अन्यत् सर्वं तु परिचितमेव, गमः न जनकसां सर्वं मोनोदातोः सर्वं परिचितमेव, अतः वयं प्रायः शीघ्रं कर्तुं शक्नुमः इति चिन्तयामि. केवलम् अभ्यास सन्देह अभ्यास एव. आम् आम् आम् आम् सत्यं, बट् वी डोण्ट् यूस् दीस् थिङ्ग्स् सो फास्ट् बिगिनिङ्ग्, वी डोण्ट् यूस् दीस् आफ्टर् नुगतो अनुनासिकान्तस्य. आम् अधिकं परन्तु पूर्वतन पाठे आसीत् इति स्मरामि, नुगतो अनुनासिकान्तस्य. अस्तु, अग्रिमसप्ताहे तत् साधयामः. समीचीनम्, धन्यवादः, धन्यवादः भगिनी, नमस्कारः.